गतवर्गे अत्र सायसन्धिविषये अस्माकं चर्चा अग्रे गता. तत्र सकारान्तधातुः धातूनां विषये अस्माकं चर्चा समाप्ता. इदानीम् अग्रे गच्छामः. एकनिमिषम्. अस्तु, इदानीं मीनामहोदयः अस्ति खलु, तत्र कुत्र पठनीयम्? एकनिमिषं, कुत्र आसीत् महोदय? एतत् टापिक् बहु ड्रै अस्ति. किं किल् सन्धि टापिक् ड्रै सब्जेक्ट् किमस्ति? बोरिङ्ग् परन्तु बहु महत्त्वपूर्णं हल् सन्धि अथवा विना किमपि कर्तुं न शक्नुमः प्रक्रियायाम्. अस्तु, तर्हि आवश्यकमस्ति. तत्र सन्धि एक उपाङ्ग अस्ति, तत्र कार्यमस्ति खलु प्रक्रियायाम्, एक उपाङ्गमस्ति सन्धिः, तर्हि आवश्यकमस्ति, पर्याय नास्ति. अस्तु, तर्हि परन्तु बहु मेथमेटिकल् अस्ति इति अहं चिन्तयामि. तत्र क्रमः अस्ति, नियमाः सन्ति, क्रमेण दत्तमस्ति, क्रमेण दत्तमस्ति, क्रमम् अनुसृत्य यदि वयं कुर्यामः तर्हि सौलभं भवति. भ्रमं नास्ति, क्रमेण क्रमेण क्रमेण एव कर्तव्यं. अस्तु, तर्हि एक अत्र कुत्र अस्ति, कुत्र अस्ति चष्वसन्ति चर्चसन्ति झलां दशवन्ते अभवत् वा अवसाने? तर्हि कोऽपि वदतु झलां दशवन्ति किं वदति? पदान्ते जल् अस्ति वा जस् जस् जस् आदेशः भवति. पदान्ते झल् अस्ति चेत् झल् स्थाने जस् भवति, नाम तृतीयवर्णः. वावसाने छर् अपि भवितुं शक्यं वा? अवसाने जलां छर् छरो वा? तर्हि यदि झल् अस्ति तत्र अवसानम् अस्ति, नाम अग्रे कोऽपि अन्यवर्णः नास्ति चेत् झल् स्थाने चर् भवति विकल्पेन. तर्हि एकस्मिन् पक्षे जश्, अन्यस्मिन् पक्षे चर्, तर्हि तृतीय अथवा प्रथमवर्ण इति अस्ति. अवगच्छन्ति इदानीं पर्यन्तम्? विरामो अवसानं किं वदति? अवसानम् इत्युक्ते किं? तत्र अवसानम् इत्युक्ते अन्तिम अनन्तरं किमपि नास्ति इति, किमपि वर्णः नास्ति, अन्तिमवर्णः. अस्तु, तर्हि एकत्र पठतु. अत्र अस्ति वावसाने अस्ति खलु, अग्रे एव अस्ति कवर्गान् धातुः प्राप्नोति वा? कवर्गान्त धातुः जस्वे गकारादेशः, चत्वे ककारादेशः, यथा अशा अशाशक् जस्त्वे अशाशक् त्वे अशाशक्. ओके, तद् अवगतम्. चवर्गान्तधातुः द्विविधा, चोक्कुः, ब्रश्च ब्रश्च, सृज मृज, यज राज ब्राज, छसां शः, अवच् अवच् चोक्कुः, अवक् जस्त्वम्, अवक् चत्वम्, अवक् अवावृष् सो संयोग संयोगाद्योरन्ते च इत्यनेन सकारलोपः वावसानि सूत्रमस्ति खलु तस्य तस्मात् अग्रे एव अस्ति. भवती बिजि भगिनी म्यूट् भवतु. करपत्रसङ्ख्या का महोदय सङ्ख्या? तत्रैव खलु सन्ति प्रथमभागः. प्रथमं प्रथमं प्रथम एय्त् खलु हल् सन्ति प्रथम दातुपाठे हल् सन्ति तथैव वावसाने सूत्रमस्ति खलु. एकवारं महोदय क्षम्यताम्. अवावृष् पठामि वा? पठतु. अवावृष् स्कोसंयोगाद्योरन्ते चेत्यनेन सकारलोपः अवावृच् शकारलोभः व्रश्च भ्रश्च सृज मृज यज राजभ्राजच्छशांशः इत्यनेन शकारादेशः अवाव्रश् जस्त्वम् अवाव्रड् चर्त्वम् अवाव्रज्. तर्हि चकारधातुः अस्ति चेत् प्रथमं चोहोकुः अथवा व्रश्च भ्रश्च इति करणीयं. तर्हि चोहोकुः इत्यनेन किं भवति? चकारस्य ककारः भवति अवक्, तत्र तदनन्तरं झलां जशुवन्ते इति सूत्रेण अवक्, तदनन्तरं वावसाने इति सूत्रेण अवक्. अवाव्रश्च मध्ये शकारस्य लोपः स्को संयोगाद्युवन्ते च अवाव्रच्. इदानीं व्रश्च भ्रश्च इति सूत्रेण शकारादेशः भवति अवाव्रश्. तदनन्तरं झलां जशुवन्ते इति सूत्रेण शकारस्य जष्ट्वं किमस्ति? शकारस्य जष्ट्वं शकार मूर्धन्यवर्णः अस्ति, तस्य तस्य जष्ट्वमपि मूर्धन्य तर्हि अवाव्रड्. तदनन्तरं वावसाने सूत्रेण विकल्पेन अवाव्रड् इति. अग्रे टवर्गान्तदातुः एतत् कवर्गा इदानीं टवर्गान्तदातुः जस्त्वे डकारादेशः चर्त्वे टकारादेशः यथा अर्तृणेद् जस्त्वम् अर्तृणेद् चर्त्वम् अर्तृणेद्. अर्थं किं महोदय? अर्थं पश्यतु, द्रष्टव्यं. इदानीं तवार्गन्तदातुः जस्त्वे तकारादेशः चर्त्वे तकारादेशः तथा अरुणद् जस्त्वम् अरुणद् चर्त्वम् अरुणद् सिपि वा ऋत्वं. किमर्थं सिपि वा अरुणः? किमर्थं सिपि वा किमर्थं सिपि वा ऋत्वम् अरुणः भवति तत्र? दश्च इति सूत्रं दश्च धातोः पदश्च अरुणद् अरुणद् अरुणद् अरुणद् प्रथमं सूत्रक्रमेण प्रथमं जलां दशवन्ते आगच्छति अथवा अरुणद् भवति. इदानीम् अरुणद् भवति, तर्हि अरुणद् भवति. तदनन्तरं दश्च इति सूत्रेण सिप्परे विकल्पेन ऋत्वं भवति. तर्हि एकस्मिन् पक्षे अरुणद् अन्यस्मिन् पक्षे अरुणः. तदनन्तरम् अरुणद् यदस्ति तस्य अग्रे गत्वा वावसाने सूत्रेण अरुणद् अपि भवति. तर्हि रूपत्रयं भवति अरुणद् अरुण रूपत्रयं भवति अरुणद् अरुणत् अरुणः इति. अरुणद् अरुणत् अरुणः दश्च इति अत्र प्रश्नः उदेति यया रीत्या भूयो. अस्तु अग्रे धन्यवादः. अग्रहो अस्ति रघुपति महोदय पठतु. हा महोदय. हा महोदय. अत्र प्रश्नः उदेति यया रीत्या भूयोग शप् अत्र भव इत्यस्य दत्संज्ञा नास्ति तयाव रीत्या हृद्योगष्णम् अत्र अरुणद् इत्यस्य दात्संज्ञा अपि नास्ति किल. अत्र तन्मद् मध्यपतितः तद् ग्रहणेन गृह्यते इति परिभाषया यस्य मध्ये पतितः तस्य ग्रहणम् इति कृत्वा दातुसंज्ञा भवत्येव. भूयोगशप् इत्यस्मिन् भव इति दातुसंज्ञा नास्ति. तयवरीत्या तत्र हृद्योगष्टम् इत्यस्मिन् इदानीं तत्र तत् अरुण इति अस्ति, तत्र मध्ये इदानीं विकरणप्रत्ययः आगच्छति, तर्हि दात्संज्ञा भवति वा इति अस्ति अत्र. अत्र दात्संज्ञा अस्ति वा इति प्रश्नः अस्ति. भव इति धातुः नास्ति, भव इति धातुः नास्ति खलु. अतः तथैव रीत्या अत्रापि दात्संज्ञा न भवेत् इति अस्ति, परन्तु अत्र परिभाषा अस्ति मध्ये पतितमस्ति चेत् तद् ग्रहणेन गृह्यन्ते, तन्मध्ये पतितः तद् ग्रहणेन गृह्यते इति परिभाषा. यस्य मध्ये पतितः तत् ग्रहणम् इति कृत्वा दातुसंज्ञा भवत्येव इति अस्ति. मध्ये अस्ति कृत्वा अस्ति वा, तादृशः अस्ति वा महोदय? महोदय भवत्याः ध्वनिः नागच्छति, न श्रूयते वा? न श्रूयते वा? एकनिमिषं महोदय. श्रूयते वा महोदय? न, भवत्याः ध्वनिः नागच्छति. श्रूयते. एकनिमिषं. श्रूयते वा? न श्रूयते. श्रूयते महोदय? इदानीं श्रूयते वा? आमां. न न, तत् इदानीं भव इति धातुसंज्ञा नास्ति, भव इति भव नास्ति, तर्हि कथं वा वयं वक्तुं शक्नुमः अरुणद् इत्यस्मिन् इदानीम् अत्र विकरणपत्ये आगच्छति, तर्हि कथं वा धातुसंज्ञा प्राप्नोति? अतः तस्य दश्च इत्यस्य कुत्र प्रसक्तिः भवति इति प्रश्नः अस्ति. क्षम्यताम्, अरुणद् अरुणद् अरुणद् इत्यस्य धातुसंज्ञा भवति वा इति प्रश्नः अस्ति. अत्र परिभाषा श्रूयते वा? मम ध्वनिः श्रूयते वा महोदय? भवान् एकवारं पुनः आगच्छतु, भवत्याः बहिः गच्छ. अहम् अस्तु महोदय, अहं पुनः गत्वा आगच्छामि. एकनिमिष, बहिः गच्छामि एकनिमिष. महोदय भवत्याः ध्वनिः न आगच्छति, पुनः आगच्छतु. तर्हि प्रश्नः अस्ति, भूयोगः शप् मध्ये भव अस्ति, तस्य धातुसंज्ञा नास्ति खलु, तत्र अङ्गसंज्ञा अस्ति, परन्तु अरुणद् मध्ये रुद्योगः नमस्ति वितरणप्रत्ययः अस्ति, तस्य धातुसंज्ञा यदः अस्ति यत् विकरणप्रत्ययमध्ये आगच्छति, अरुणद् मध्ये विकरणप्रत्यये मध्ये आगच्छति, मध्ये आगच्छति अतः यत् परिभाषा अस्ति तत् तत् ग्रहणेन क्रियते. यस्य मध्ये तर्हि रुत् धातु मध्ये श्नं प्रत्यये श्नं विकरणप्रत्यये भवति, अतः तस्य तस्य अरुणद् यदस्ति तस्य धातुसंज्ञा एव भवति इति. भव भूयोगः शब् मध्ये शब् मध्ये नास्ति खलु, अन्ते अस्ति, अतः तस्य धातुसंज्ञा नास्ति. किल महोदय हृद्योगः विकरणप्रत्यय श्रूयते वा महोदय? अस्तु विधि महोदय पठतु. हृद्योगः पठामि महोदय, अत्र प्रश्नं नास्ति. हृद्योगकस्नम् इत्युक्ते रुद् अरुणद् इति भूतकालं लङ् लकारं महोदय. ओके, दकारान्त धातुः जस्त्वे दकारादेशः, चत्वे तकारादेशः, सिपि वा ऋत्वं यथा अमोमोद् जस्त्वं भूत्वा अमोमोद् इति अमोमोद् तदनन्तरम् अमोमोद् भूत्वा सिपि वा ऋत्वम् इति अमोमोः अत्र विसर्गम् आगच्छति वा केन सूत्रेण इदानीमेव पृष्टं दृष्टं खलु दश्च ब्रश्च इति सूत्रेण वा महोदय दश्च एव दश्च दश्च ओके ओके ओके दश्च इति सूत्रेण तदनन्तरं पवर्गान्तधातुः जस्वे नगारादेशः चर्त्वे पकारादेशः यथा अलालब् जस्त्वम् अलालब् तदनन्तरं चर्त्वम् अलालब् स्पष्टं शकारान्तधातुः जस्वे डकारादेशः चर्त्वे टकारादेशः महोदय पूर्वमेव दृष्टम् शकारस्य उच्चारणस्थानं मूर्धा अतः ऋटुरषाणां मूर्धा इति मूर्धन्यवर्गस्य इत्युक्तौ तवर्गस्य आदेशो भवति यथा अद्वेष् जस्त्वम् अद्वेद् तदनन्तरं कर्त्वं भूत्वा अद्वेद् इति पठामि वा महोदय महोदय श्रूयते किल शकारान्तदातुः आं महोदय शकारान्तदातुः जस्त्वे डकारादेशः चर्त्वे डकारादेशः शकारस्य उच्चारणस्थानं मूर्ध्वादक मूर्धन्यवर्गस्य शकारान्तदातुः ृज इदानीं सकारान्तधातुः तिप्यनस्ति इत्यनेन तिपि अन्तिमसकारस्य दकारादेशः यथा अचकास् इति दत्त्वम् अचकाद् कर्त्वम् अचकात् तिप्यन्तस्ति महोदय तिपि धातो रूर्वा इत्यनेन विकल्पेन रुः आदेशः यथा चकास् दत्त्वम् अचकात् तदनन्तरं कर्त्वम् अचकात् इति ऋत्वम् अचकाः इति प्रकारः तद् करवसाने सर्जनीयसे इति अचकाः इति तर्हि तिप् तिप् प्रत्यये परे अस्नास्ति चेत् तिप् प्रत्यये परे तदनन्तरं वावसाने इति सूत्रेण चत्वम् अचकात् अचकात् तिप् प्रले तिपि धातुरुर्वा इति सूत्रेण विकल्पेन ऋत्वं भवति तर्हि तत्त्वम् अपि च ऋत्वं तर्हि चकात् युगः अस्ति अचकात् अचकात् अचकाः इति अस्ति अचकाः तिप् नास्ति अपि च सिप् नास्ति चेत् सामान्यतया किं भवति सकार अस्ति चेत् सकारान्त सिप् अपि नास्ति सिप् अपि नास्ति सकारान्त अस्ति चेत् सामान्यतया किं भवति चकाः वा किं चकाः न शृणोतु विसर्गः भवति महोदय विसर्गे भवति तदेव मया तेन सूत्रेण भवति विसर्जनीयसे इति सूत्रेण सिप् परे तिपि धातुर्वा अन्यथा असजुषोरुः खरवसाने विसर्जनीय इति सूत्रे सूत्रद्वयेन विसर्गं भवति हकारान्तधातुः हकारान्तधातुः यथा अलोह् योगः इत् इत् लोपः भवति अलोह इति इत्यनेन इत् स्थाने लिड् अलोड् तदनन्तरं जस्त्वम् अलोड् चर्त्वम् अलोट् एवमेव अतृणेः जस्त्वम् अतृणु अतृणेद् चर्त्वम् अतृणेत् ओके अस्तु महोदय अग्रे पठामि वा हकारादि हकारान्तः दुः दिः इत्यादयः यथा अधोः योगः इत् हिल्द्याभ्यो दीर्घात् सुतिस्य पृथक् हल् इत्यनेन इत् लोपः अधोः दाधिर्धातुर्गः इत्यनेन इक् स्थाने आदेशः अतः अधोग् इति भवति एकाचो दशो भष् त्री फोर् फोर् फोर् भवति अतः अत्र अघोग् तदनन्तरम् अघोग् इति चर्त्वम् अघोक् इति आं महोदय अत्र अघोग् इति फोर् भवति फोर्त् तदनन्तरम् अघोग् इति जस्त्वं भूत्वा तृतीयगकारः आगच्छति तदनन्तरं चत्वं भूत्वा प्रथमककारः अघोग् इति हलन्तेभ्यो धातुभ्यो लङ्लकारस्य इत् प्रत्ययः इस् प्रत्ययश्चेत् अनयोः योजनविधिः अस्तु इदानीम् अभ्यासं कुर्मः मीनां महोदय अभ्यासः अभ्यासः लङ् लकारस्य तिप् प्रत्यये परे रूपं कल्पनीयम् तिपि विद्यते चेत् तदपि वक्तव्यम् अदादिगणे अदादिगणे शास् धातु लङ् लकार तिप् प्रत्यय तिप् प्रत्यये परे रूपं किं भवति वदतु अशास् योगः यत् तकारः लोपः हल् न्याप्यो दीर्घसुप्तिसियपृत्तं हल् इति सूत्रेण अशास् भवति तदनन्तरं ससजोरुः टिप् अस्ति खलु लोपः न परन्तु टिप् तु अस्ति खलु प्रत्ययलोपप्रत्ययलक्षणेन इति सूत्रेण लोपः भवति चेदपि टिप् टिप् प्रत्ययस्य लक्षणं तु भवति खलु तर्हि टिप् अस्ति चेत् सकारधातुः अस्ति चेत् किं सूत्रम् तिप्यनस्ति इति सूत्रं महोदय किं सूत्रं भवति भगिनि तिप्यनस्तेः तिपस्तेः इति सूत्रं ऋत्वं भवति किं भवति दः भवति दकारः भवति अशात् भवति वा किम् अशात् अशात् अशात् अपि च वा विकल्पेन वा न नास्ति विकल्पेन किं भवति अशाद् भवति तर्हि अशाद् अशाद् अशाद् अशाद् सिप् अस्ति चेत् सिप् परे अस्ति चेत् असिप् अस्ति चेत् सिपि धातु ऋत्वं भवति ऋत्वम् अपेक्ष किं रुर्वा अस्ति खलु एक पक्षे रु एकस्मिन् पक्षे ऋत्वं भवति अथवा ऋत्वं दकार वा सिपि परे सो अशास् योगः चित् इति स्थिते तकारः लोपः हल्न्याप्यो दीर्घात् सुप्तिङ्ग वृत्तं हल् इति सूत्रेण अशास् इति स्थिते दश्च दश्च इति सूत्रे सिपि धातोर्वा खलु मीना महोदय तिप् अभवत् खलु सिप् वदतु अशास् योगः सिप् ओ सिप् वदतु वा अशास् योगः शास्योगः तत्र सकारः लोकः लोपः हल्न्याप्यो दीर्घ इति सूत्रेण अशास् तत्र टिपि धातोः रुर्वा अशार् भवति अशाः अशात् अशाद् अपि च अन्यस्मिन् पक्षे किम् अशाः अशाः अपि च तृतीयरूपम् अशार् ऋत्वम् अशाः अशाद् अशाः अपि च वावसाने इत्यनेन अशात् अशात् अशाद् अशात् अशाः अशाद् अशाद् अशाः अस्तु अग्रे रघुपती महोदय वच् हा महोदय वच् वच् योग लग्नकार वच् योग तकार अस्ति इति हल्गाभ्यो दीर्घा सूपीसि अपृथल् इत्यनेन तकारस्य लोपः भवति अवच् इति अस्ति अवच् इति अत्र चोः कुः इत्यनेन तत्र ककारः अवक् इति भवति अपि च अवक् जलां जशवन्ति इति अवग् अवक् अवग् इति रूपद्वयमस्ति न परन्तु तदनन्तरम् अवक् तु भवति तदनन्तरं वावसाने इत्यनेन अवक् आमां सत्यम् अनन्तरं तत्र अत्र अग्रे अवक् योग सिप् अस्ति सारि अवक् योग सकार अवच् योग सकार अस्ति तत्रापि हल्गाभदीर्घसूतिस्य प्रत्यहल् इत्यनेन सकारस्य लोपः अनन्तरम् अवच् तत्र चोः कुत्येन अवक् इदानीं तत्र जलान् दर्शन्ति अवग् वावसान् इति अवग् अपि च अवक् इति रूपद्वयम् मम परिचयं नास्ति सम्यक्तया महोदय किं सूत्रस्य परिचयं सम्यक्तया नास्ति परिचयं नास्ति मृज् मृज् मृज् मृज्योगः टिप् किल मृज्योगः टिप् प्रथमसूत्रो दीर्घातस्य दीप्यनस्ति इति सूत्रेण दीप्यनस्तेः केवलं सकारान् धातुः मृज् मृज् इति धातु मार्ज इति भवति किल मृज् धातोः एक प्रत्येकसूत्रमस्ति किल अयो मृजैर्वृद्धिः हा मृजैर्वृद्धिः इति मार्ज् भवति तदनन्तरं मार्ज् योगः मार्जयोगः अत्र हल्द्याभ्यो दीर्घात् सुतिप्रतम् हल् इति सूत्रेण त लोपः भवति मार्जि एव तिष्ठति इत्थं झकारस्य मार्ज् ब्रज् अत्र दीर्घसूत्रमस्ति किल भवतु भृश्च भ्रश्च सृज मृज यजराज भ्राजशांसः इति सूत्रेण अत्र मार्ज इति मार्ष इति भवति तदनन्तरं षकारः भवति तदनन्तरं षकारः तस्य जलां दृश्यं कृत्वा मार्ध इति भवति महोदय ड भवति जष्टमस्ति खलु तृतीयवर्ण मार्द इति भवति तदनन्तरं चर्तुं भूत्वा मार्ट इति भवति अत्र करीच इति सूत्रं वा स्वावसाने वा महोदय स्वावसाने अस्तु महोदय अनन्तरं किं सूत्रं महोदय भवति तदनन्तरं चर्तुं वा करोतु ओ संस् लटि संस्थि किं लकार वक्तव्यम् इदानीं लन् लकारे असंस्त् योगः तकारः तकारः लोपः अहल्याप्यो दीर्घसूत्रेण असंस्त् भवति सकारः उपधा भवति अत्र उपधा भवति कुत्र अस्ति किं नकारः कुत्र अस्ति असंस्त् संयोगान्तस्य लोपः वा नो संयोगान्ते च सकारलोपः असंत् असंत् भवति सकारलोपः असंत् असन्त् तदनन्तरं तदनन्तरं किं भवति महोदय? वदतु. असन्त् तदनन्तरं किं भवति? साहाय्यं कर्तव्यं. तर्हि वस्तुतः अनुस्वारः किमस्ति? वस्तुतः अनुस्वारः नकारः अस्ति खलु? नकारः अस्ति खलु? तर्हि सकारः तकार इति अस्ति खलु? तर्हि वर्णत्रयस्य इदानीं वर्णत्रयस्य अत्र संयोगः अस्ति. एकः प्रथमसंयोगः अस्ति न स, अन्यसंयोगः अस्ति स त. तर्हि कोः संयोगाद्युरन्ते इति सूत्रेण सकारस्य लोपः भवति. नकारः कुत्र अस्ति? ओ सौंस् असौंस् असं नकारः कुत्र अस्ति भवान् महोदय? अनुस्वारः वस्तुतः नकारः अस्ति खलु? यदि तौ नं दाते तेन नकारः भवति, अतः तत्र नकारः मूले अस्ति. तर्हि वस्तुतः धातुमन्त्र अनुस्वारः अस्ति, वस्तुतः नकारः अस्ति. तर्हि स न स त. तर्हि अन्तिमसकारस्य लोपः भवति स्कोः संयोगाद्युरन्ति इति सूत्रेण, यथा भवत्या उक्तं स न त स न्त. इदानीं किं भवति? संयोगान्तस्य लोपः भवति. सूत्र किं भवति? संयोगान्तस्य लोपः स न. अत्र स न संयोगान्तस्य लोपः वा? आम् आम्. तर्हि कस्य कस्य लोपः भवति? नकारः लोपः. योगान्तस्य लोपः अन्तस्य लोपः भवति खलु? तकार अस्ति खलु? नकार तकार नकार तकारः तकारः लोपः. तर्हि किम् अवशिष्टं? सन् सन् अवशिष्टम्. असन् सन् असन् एव अवशिष्टम्. असदेव रूपमस्ति. तर्हि अस्माभिः इदं पूर्वमपि पठितं खलु? समानमेव धातुः अस्ति पूर्वमपि. कुत्र अस्ति एकनिमिषम्. उपरि यदि वयं गच्छामः तत्र एकः धातुः अस्ति अस्माभिः दृष्टं. कुत्र अस्ति एकनिमिषः? संयोगान्तस्य लोपः यत्र अस्ति षष्टि षष्टिधातुः अस्ति खलु? अत्र एव लिखितं यथा धातुः अस्ति षष्टि. तर्हि षष्टि इति उपदेशधातुः अस्ति, तत्र इत् अस्ति खलु? उपदेशे अजन्नासिक इति. तर्हि अत्र धात्वादेशे षहसः इति सूत्रेण षकारस्य षकारः भवति षष्ट. तदनन्तरं उपरि उदाहरणमस्ति अत्र. तत्र सस्त् भवति, तदनन्तरम् इदुतरं धातुः अस्ति, अतः संस्त् इति भवति सन्स्. तर्हि वस्तुतः अनुस्वारे तस्य तत्र वस्तुतः तत्र नकारः अस्ति इदुतरं धातुः इति सूत्रेण संस्त् अस्ति. तर्हि स्कोः संयोगाद्योरन्ते च इति सूत्रेण सकारस्य लोपः भवति असन्त्. तदनन्तरं संयोगान्तस्य लोपः इति सूत्रेण असन् भवति. अस्तु रघुपतिमहोदय आं महोदय एकनिमिषः तत्र दुः दुः इत्यस्य वा अस्तु दुः दुः योग तक् तिप् इदानीं तत्र अडागमः आगमत् अधुः अधुः योग तकारः तत्र पुगन्तलघुवत् इति सूत्रेण अधोः अधोः योग तकारः अस्ति अधोः योग तकारः अस्ति इदानीं तत्र तत्र धातेर्धातोः गः इत्यनेन अधो हकारस्य गकार अधोग् इति भवति अधोग् योग तकार एकवारम् अधो क्षम्य क्षम्यतां तत्र अधोः योग तकार तस्य इदानीं हल्गाभ्य दीर्घात् सूतिस्य प्रत्यहल् इत्यनेन लोपः भवति अधोः इत्येव इदानीं तत्र दादेर् दकारादिधातोः हकारस्य गः इति भवति अधोघ् अधोघ् इति भवति अधोघ् इति अस्ति अधोघ् इति अस्ति तत् हकारस्य गकारः खलु अधोघ् इति अधोघ् इति इदानीं अधोघ् इति अस्ति इदानीं तत्र एकाच बश बश् जसन्तस्य एकाच पदान्तस्य अपि भवति पदान्त इति अस्ति अतः तकारस्य इदानीं तत्र अधोग् अधोग् इति भवति अधोघ् इति भवति अधोघ् इदानीम् अधोघ् इति अस्ति गकारः अस्ति अधोघ् तर्हि जस्त्वं भवति जलाञ्जसन् इत्यनेन गकारस्य गकारः ह्रस्वगकारः अधोग् अथवा चत्वो अवसरति अधोक् अधोक् अपि च सोरि अधोक् अधोग् अधोग् अधोग् अधोग् इति रूपम् अस्ति सिपि परे अपि तादृश एव कार्यं भवति किमर्थमिति तत्र लोपः भवति अनन्तरं तद् पदान्ते भवति अतः तत्रापि किमस्ति दादेर्धातोः गः इति हकार गकारः अनन्तरं तत्र एकाचो बशो बश् जसन्तस्य अतिसद्वोः इति तत्र भवति अतः तत्र धोग् अधोक् अधोग् इति वयम् विद् लङ्लकारे विद् अविद् योगः टिप् महोदय किल टिप् विद्योगः टिप् तिप्यनस्तेः इति सूत्रे प्रथमं तु अविद्योगः त मध्ये प्रथमकार्यं किमस्ति इद् हल्ग्याभ्यो दीर्घात् तस्मादपि पूर्वम् अविद् इति अत्र अविद् अस्ति खलु अविद् अस्ति अविद् लङ्लकारम् अविद् तदनन्तरं त इति टिप् अत्र इत् अतः हल् ग्या भ्यो दीर्घात् अङ्गकार्यं करोतु खलु विद् अवेद् भवति महोदय अत्र केन सूत्रेण भवति? तदनन्तरं तत् हल्ग्याभ्यो दीर्घातुसति स्यप्रक्तं हल् इति सूत्रेण तकारः लोपः भवति. अवेद् इति अस्ति अत्र. अवेद् इति वा अवसाने यदि जशां अवेद् अस्ति खलु इदानीम् अवेद् तदनन्तरम् अवेद् इति रूपद्वयम् अवेद् अवेद् विकल्पेन वा अवसाने अवेद् अपि अस्ति. अवेद् अवेदिति प्रथमप्रकारं तृतीयप्रकारमिति अवेदिति. सिप् परे सिप् सि अत्रापि अत्रापि अविद् योगः इस् इति हल्ग्याभ्यो दीर्घातस्तुतिस्य प्रक्तं हल् इति सूत्रेण सकारः लोपः भवति महोदय. ओहो अवेत् आम् अवेत् अत्र अवेत् सि लोपः भवति तदनन्तरं वा अवसाने इति सूत्रेण एव अवेत् अवेदिति वा तस्मात् पूर्वं सिप् प्रत्यये परे अस्ति चेत् खलु इदानीं किं रुकारः भवति किल दश्च इति सूत्रं भवति विकल्पेन अतः अवेह अवेत् अवेद् इति रूपत्रयं भवति. अवेद् अवेहे अवेत् अवेद् अवेहे अवेत् इति विजयमहोदय करोति वा कुत्र स्मः? हन् हन् धातु लङ्लकार प्रथमपुरुष एकवचनं हन् योगः तिप् करोतु लङ्लकारे. हन् धातु न श्रूयते महोदय सम्यक्. अत्र नेट्वर्क् इदानीमेव फोन् मध्ये असत्यं मया. तत्र धातुरूपं किमस्ति? अभ्यासः पश्यन्तु पश्यतु अन्धातोः अन्धातोः किं गत लङ्लकाररूपं प्रथम पुरुष मध्यमपुरुष एकवचनम् एतत्तु ूपमस्ति चेत् तत्र सर्वत्र अट् आगमः भवति. अतः आ योगः हन् आ योगः हन् तत्र तावदेव खलु. अत्र किमपि कार्यं नास्ति. अस्तु अस्तु तत्र एकनिमिषं जि तत्र अहं योगः तकार किं वदति किं भवति रूपम् चकारः अस्ति चेत् तत्र हैद्याभ्यो दीर्घात् अत्र एतत् सूत्रेण तत्र तकारस्य लोपः भवति, अतः तत्र अहम् एव तिष्ठति खलु. अनन्तरं सकारः अवश्योगः तकारः तत्र व्रश्च व्रश्च इति सूत्रेण शत्वं भवति. अवश् योगः इति तदनन्तरं हल्याप्योर्तकारलोपः हल्याभ्यो प्रथमं भवति खलु, तदनन्तरं वश्च व्रश्च वा पूर्वत्र सिद्धमिति कारेण त्रिपादीसूत्रमस्ति भगिनि तत्र किं सूत्रं त्रिपादीसूत्रं भवान् त्रिपादीसूत्रमस्ति खलु, त्रिपादीसूत्रमस्ति व्रश्च व्रश्च व्रश्च व्रश्च त्रिपादीसूत्रं वा ओके अवश्योगः तकारः भवति तदनन्तरं तकारः लोपः भवति. किं सूत्रेण हल्याप्यो वा हल्याप्यो इति सूत्रेण अवश् भवति. तदनन्तरं जलां दृश्यन्ते अवड् भवति अवसाने अवट् भवति अवड् अवट् सत्यम्. अग्रे रघुपतिमहोदय अग्रे द्विश् एकनिमिष द्विश् द्विश् योग थिप् इदानीं तत्र लङ्लकारस्य अद्विश् योग तकार अडागमः इदानीम् अद्वेश् योग योगतकार अद्वेष पुगन्तरगवति इति सूत्रेण तत्र गुणः भवति अङ्गकार्यमस्ति. अनन्तरं षकारतकार अस्ति तत्र लोपः भवति एकवारं लोपः भवति हल् गेबल्स् दीर्घ सूति उपयुक्तं हल् इत्यनेन अद्विष इति अस्ति अद्विष इदानीं जलाञ्जसवन्तस्येन सोरि अद्वेष अद्वेष इदानीम् अद्वेट् अद्वेड् अथवा अद्वेट् इति रूपं तावदेव तत्र सिपि पदे तदेव अस्ति रूपं तदेव करोमि वा लङ्लकारे अदाहमः तदनन्तरं गुणकार्यं योगः दीर्घातस्तुतिसुप्तं हल् इत्यनेन लोपः भवति तदनन्तरम् अदेह देह इति अस्ति अदेह अत्र हो होटः इति सूत्रेण हकारस्थाने न वा महोदय न पुनः चिन्तयतु होस्थाने न वा धातु कीदृशः अस्ति धातु कीदृशः अस्ति धातोः आदौ धातोः आदौ कः वर्णः? इकारः न धातोः आदौ कः वर्णः? अतः किं सूत्रं त्री फोर् भवति? न न त्री फोर् मध्ये फोर् नास्ति खलु, हकारः अस्ति प्रथमं। दादेर् धातुर् ग महोदय, हकारस्थाने ग भवति, इग् अतः अदेग् इति, अदेग् अदेग् तदनन्तरम् अदेग् अदेग् इति जस्तं भूत्वा अदेग् न वा पूर्वं किम् एकाचो बसु बश् दशान्तस्य ऋद्धो इति वा महोदय? त्री फोर् अस्ति खलु, त्री फोर् फोर् फोर् भवति, तदनन्तरम् अदेघ् अदेख् अधेघ् इदानीं किम् अवसाने वा अधेघ अस्ति प्रथमम्, इदानीम् अग्रे किं करणीयं? जस्त्वं तेन सूत्रेण जस्त्वं तेन सूत्रेण जलां जस्यन्ते वा? तदनन्तरं वा अवसाने इति सूत्रेण अधूक् इति भवति, अधेक् अधेक् इति भवति, आम् अधेक् अधेक् अधेक् ओके भवति, अस्तु अवगच्छति वा? अधेक् इति जलं दशन्ति इति सूत्रेण अधेक् भवति, अनन्तरं वा अवसाने इति सूत्रेण तत्र अधेक् इति भवति खलु जि? सत्यम्, अधेक् अधेग् अधेक् रूपद्वयं अस्तु भवती एव अग्रे करोतु विजया महोदय। विजया महोदय अस्ति वा जि? तत्र लङ् रूपं वा सस्? हा लङ् रूपं सस् योगः तिप् लङ् रूपं लङ् अस्ति चेत् तत्र तत्र सर्वत्र अडागमः भवति सस् इति भवति, परन्तु तत्र तत्र तकारः अस्ति, एतत् ऐद्याभ्यो दीर्घात् अपि अपृत् एतत् सूत्रेण तत्र तकारः लोपः भवति, अनन्तरं तस्य अस्ति चेत् तत्र एकाचो बशो बश् इति सूत्रेण तत्र किम् अस्ति तत्र जलां चषन्ति, जलां चषन्ति इति सूत्रेण न प्रथमं सकारान्त अस्ति खलु, अतः किं करणीयं? सकारान्तः सूत्रद्वयमस्ति, सकारं धातुः अस्ति, तिप् प्रत्यये परे अस्ति, अतः किं सूत्रं कार्यं करोति? तिप् अस्ति चेत् तत्र हलादि अपि अस्ति, न न हलादि किच् अस्ति, हलादि किच् अस्ति, अतः तत्र कित्ययस्तेः इति सूत्रेण दकारः आगच्छति खलु जि? अनन्तरं नकारस्य स्थाने जलाञ्जेश तत्र वा अवसाने इति सूत्रेण रूपद्वयम् असत् तर्हि रूपद्वयम् असद् असत् असत् असद् इति भवति. इदानीं स्तिप् प्रत्ययपरे अस्ति चेत् किं भवति? प्रथम असत् एव किप् अस्ति चेत् इदानीमेव मया खलु नित्यं मध्यं पुरुषे एकवचनं मध्यं पुरुष एकवचनं सिप् अस्ति चेत् तत्र तत्रापि अडागमः आगच्छति. अनन्तरं तत्र विस असस्थितिः अस्ति चेत् तत्र किमपि तत्र सकारस्य स्थाने विसर्गः आगच्छति खलु विसर्जनीयः इति सूत्रं किम् प्रथमं सकारः अस्ति चेत् तत्र ससजुषोरुः इति सूत्रेण ससजुषोरु प्रबाध्य स्तिप् परे किं सूत्रं कार्यं करोति? तिप् परे तिप्यनस्तेः स्तिप् परे किं सूत्रम् इति धातोः रुर्वाः एतदेव वा सिति धातोः रुर्वा इति सूत्रेण तत्र रेपः आगच्छति. अनन्तरं कर अवसानयोः विसर्जनीयः इति सूत्रेण तत्र विसर्गः आगच्छति अतः असः इति. अनन्तरं जलाञ्जस अत्र रूपं त्रयमस्ति खलु जि रूपं त्रयमस्ति तत्र जलाञ्जसन्ति इति सूत्रेण दकारः अस्ति जलां दशवन्ति न सिपि धातुरुर्वा एव वदति एकस्मिन् पक्षे रु एकस्मिन् पक्षे दकार तत्र यस्मिन् पक्षे रु अस्ति तत्र असः अन्यस्मिन् पक्षे दकारः भवति तदनन्तरं वावसने इति भवति असद् असद् जलां दशवन्ते इदानीं कार्यं न करोति यतोहि जलां दशवन्ते तु तत्र प्रसक्तिः नास्ति इदानीम् असः असद् असत् रूपत्रयं तिप् परे अस्तु अग्रे मीना महोदय सरलमेव अचकास् योगः लोपः इति सूत्रेण अचकास् भवति सम्यक् रीत्या भवति सूत्रं न हल्न्याभ्यो लोपः इति किमपि सूत्रं नास्ति हल्न्याभ्यो दीर्घासुतिस्य पृक्तं हल् तस्य सूत्रेण तकारः लोपः अचकास् भवति चकात् भवति योगः लोपः तिप्नस्तेः इति सूत्रेन सकारस्य दकारः भवति अचकाद् भवति तदनन्तरं जलां जस्य वा भवति तत्र वा अवसाने इति सूत्रेण अचकाद् अथवा अचकात् तिप्परे अचकास् योगः सकारः सिपि धातोः सिपि धातोः रुत्वं भवति वा सकारलोपः प्रथमं वा तत्तु अभवत् इदानीम् अचकार इदानीं किम् तत्र सिपि सिपि धातो ऋतुं वा अच अचकार अचकार करवसानयोः सजसजुषोः न सिपि सिपि धातोः ऋत्वम् अचकार अचकार भवति तदनन्तरं करवसानयोः विसर्जनीयः असकाः अचकाः तर्हि अवसाने अचकाः अचका अचकात् अचकात् किं सम्यग्रीत्या वदतु अचकाः अथवा अचकाद् वा अथवा अचकात् अचकाद् अचकात् अचकाः अचकाः अस्तु अग्रे लिह लिह् योग तकार तिप् अस्ति इदानीम् अडागमः भवति अलिह् योग तकार इदानीम् अङ्गकार्यमस्ति पुगन्तलघुपत् इति सूत्रेण अलेह् इति भवति अलेह् योग तकार इदानीं हकार तकार संयोगमस्ति हल्गे सूतिस्य प्रथम इत्यनेन लुप्यते अलेह् इति अस्ति होडः इत्यनेन हकारस्य डकार भवति अलेढ् इति इदानीम् अलेड् इति अस्ति इदानीं जस्वं भवति जलां जस्वन्त् इत्यनेन अलेड् इति भवति डकार भवति अपि च वावसान् इत्यनेन तत्र अलेट् इति रूपद्वयं सिपि अपि तत्र तदेव मध्यपुरुषे अलेट् अलेड् इति रूपद्वयम् अग्रे ज्योत्य विजिमहोदय भवती करोतु ज्योत्यधिगणे धन् द्वित्वं भवति दधन् इति अनन्तरम् अददन् इति लङ्लकाररूपम् अङ्गकार्यमस्ति अडागम इति अददन् योगः अकारः लोपः भवति तदनन्तरं किमपि नास्ति महोदय अदधनेव वा ओके सिप्पि सिप् प्रत्यय अत्रापि कार्यं नास्ति इति अददन् एव अस्तु महोदय अददन् अददन् एव अददन् अस्तु अग्रे विजय महोदय धिष् नास्ति वा अस्तु मीना महोदय निज् धिष् दिश् भवति दिश् दिदिश् अदिदिश् अदिदिश् तकारः अदिदिश् तकारः अदिदिश् इति तकारः तत्र भुगन्तलघुपदस्य अदिदेश् भवति महोदय अदिदेश् योगः तकारः तदनन्तरं हल्म्याभ्योर्दीर्घापि सूत्रेण अदिदेश् तकारः लोपः तदनन्तरं जलां दशवन्ति इति अदिदेड् भवति अदिदेट् अदिदेड् और् अदिदेट् सम्यक् रघुपति महोदय निज निज् नेनिज् इति अस्ति नेनिज् तत्र दोषः भवति निमिज् एव अस्तु निनिज् अस्तु निनिज् योग तकारः निनिज् योग तकार इदानीं तत्र अङ्गकार्यमस्ति पुगन्तलघुवृत्तसूत्रेण निनेज् इति भवति निनेज् योग तकारः सोरि क्षम्यतां महोदय अनिनेज् योग तकारः अनिनेज् योग तकार इदानीं हल्गेभ्यो हल्गेभ्यो दीर्घा सुप्रत्यं हल् इत्यनेन तकारस्य लोपः अनिनेज् इति अनिनेज् इति अस्ति अनिनेज् इदानीं तत्र चकारस्योः कुः एव क्षम्यताम् अनिनेज् अनिने तत्र अनिनेक् इति भवति अनिनेग् अनिनेग् इति अनिनेग् अथवा अनिनेक् इति वस्तुतः तुहोकुः इत्यनेन अनिनेग् तदनन्तरं झलां दशवन्ति इति सूत्रेण अनिनेग एव तिष्ठति तदनन्तरं तदेव तिष्ठति नाम सूत्रेण यद्यपि यद्यपि परिवर्तनं न भवति चेत् अपि सूत्रं तु कार्यं करोति करणीयं करणीयं तर्हि अनिनेग् अनिनेक् अग्रे विजि महोदय तुर् जुवोत्यादिगणे अस्ति अतः तुथुर् इति तुथुर् आङ्ग्लकारस्य अतुथुर् अत्र गुणं गुणकार्यम् अस्ति अतोथुर् इति भवति न वा तुर् इति योगः गुणकार्यं केन सूत्रेण गुणकार्यं भवति पुगन्तलघुपदस्य अतः पुगन्तलघुपदस्येन उपधायः भवति खलु आं तुतुर् अतुतोर् योगगत अतुतोर् तदनन्तरं हर्घ्याभ्यो दीर्घात् सुतिस्यप्रतं हल् इति सूत्रेण तकारकलोपः भवति अतु अतुतोर् अत्र करवसाने विसर्जनीयः इति सूत्रेण अतुतोः वा महोदय अतुतोः तदनन्तरं तुतुर् योगः सिप् प्रत्यय अत्रापि अत् अतुतोर् एव अतुतोः एव अतुतोः महोदय रूपं समानम् एव धन्यवादः एकः परन्तु अतुतोर् खलु अन्यरूपमस्ति वा चिन्तयामि एकनिमिषं रेफान्तानां अतुतोर् अतुतोः अतुतोः उभयत्र अतुतोः अस्तु अग्रे मीना महोदय अग्रे करोतु जं दातु जुगोत्यादिगणे जजन् अजजन् योगः तकारः अजजन् योगः तकारः हल्म्याभ्यो दीर्घ सुति सूत्रेण तकारलोपः अजजन् एव अजजन् तदनन्तरं नास्ति अजजन् एव किमपि कार्यं नास्ति कार्यं नास्ति अजजन् योगः सकार अजजन् योगः सकारः एव समानमेव समानं जजन् अस्तु अजजन् सर्वत्र अजजन् अस्तु अग्रे रघुपति महोदय अग्रे वृद्धादिगण वृद्धादिगण विच् विच् अस्ति इदानीं विच् तत्र रुदधिप्रश्नम् इत्यनेन विनच् इति भवति इदानीं विनच् योग तिप् अविनच् इति वडागमः भवति इदं लङ्लकारे अविनच् योग तकारः अविनच् तर्हि तत्र तकारस्य लोपः भवति हल्गे दीर्घसूति स्यापृक्तः हल् इत्यनेन अविनच् एव अवशिष्यते अविनच् इत्यनेन चोः कुह् इत्यस्य सूत्रस्य प्रसक्तिः एव अतः अविनक् अविनक् अपि च अविन् अनन्तरं जलान् जशवन्त इत्यनेन अविनग् इति अनन्तरं तत्र वावसान् इत्यनेन अविनक् अविनच् अविनग् अपि अविनक् इति रूपद्वयं विजयमहोदयम् अभवत् मध्ये अस्तु जि तत्र युज् इति दातु रुदादिगणीयः अस्ति अतः तत्र तत्र रुदादिज्ञम् इति अस्ति खलु जि तत्र दातु अतः तत्र युनज् इति भवति खलु युनज् अनन्तरं तत्र तकारः अस्ति लङ् लङ् तकारः किम् अस्ति तत्र तकारः तत्र हलादि अपि अस्ति अतः किमपि नास्ति कार्यं नीति इति सूत्रेण गुणविषयः भवति तत्र अनागमः भवति अयुज् भवति अनन्तरम् अयुज् योगः आयुनज् अयुनज् योगः तकारः तत्र तत्र तत्र हैजाद्यो दीर्घात् इति सूत्रेण तकारस्य लोपः भवति अयुनज् एव तिष्ठति अनन्तरं तत्र जकारः स्थाने चोकुः इति सूत्रेण जकारस्य स्थाने तृतीयवर्णः अयुनग् इति भवति अनन्तरं जलान्तशं अयुनग् इति भवति अनन्तरं युवावसाने इति सूत्रेण युनक् इति भवति अयुनग् आहत्य अयुनग् अयुनक् इति भवति सत्यम् अयुनक् अयुनग् अग्रे विजय महोदय अग्रे चिब् चिब् चिब् चिनद् लङ्लकारे अचिन् अचिन् अचिनत् योगः अपार तकारस्य भवति हल् हल् ग्याभ्यो दीर्घात् सूतिस्य प्रथमं हल् इति सूत्रेण लोपः भवति किल महोदय तदनन्तरम् अचिनत् इति अचिनद् तकारस्य जलां प्रथमं तु जलां दशवन्ते तु कार्यं भवति अचिनद् भवति एव अग्रे अचिनत् तदनन्तरं अच्छिन्न इति न महोदय गच्छामि तत्र किं तत्र पिप् पिप् परे किं भवति अच्छिन अग्रे अच्छिन सिप् प्र सिप् प्रत्ययपरे अचिनति अचिनत् वावसाने इति अचिनत् अचिनत् अचिनत् सिप् परे अपि अचिनत् अचिनत् एव न सिप् परे एकं सूत्रमस्ति सिप् परे दश्च खलु अल्पे धातुः रुर्वा इति दश्च इति दश्च इति सूत्रं किं भवति दश्च इति सूत्रं किं भवति दश्च दकार महोदय तर्हि अचिन्नः इति भवति अचिनः अचिनद् अचिनत् अचिनत् अचिनद् अचिन्नः अग्रे मीना महोदय रुद् रुद् रुणद् इति धातु अरुणद् योगः सकारः हल्म्याप्योर्दीर्घातिसूत्रेण अरुणद् अरुणद् अरुणद् सकारलोपः जलाञ्जसो अन्ते इति सूत्रेण अरुणद् भवति अरुणत् अथवा अरुणत् बाबा अवसाने सिप् परे अरु समानमेव समानमेव न अरुणः अरुणद् योगः सकारः सकारः सित् परे अरुणः भवति अरुणद्योगः सकारः सकारः लोपः भवति महोदय अरुणद् कथम् अरुणः अरुणः इति रूपमिति चिन्तयामि सूत्रं दृष्ट्वा करोतु रूपं दृष्ट्वा सूत्रं मा करोतु रूपमेव स्मरामि समीचीनं नास्ति अरुणद्योगः सकारः लोपः अग्रे अग्रे गच्छतु अरुणद् सिपि धातु ऋत्वं वा न अरुणद् अग्रे प्रथमं जलां दशो अन्ते खलु अरुणद् भवति अग्रे इदानीं दकारान्तधातुः अस्ति दकारान्तधातु सिप् परे किं सूत्रमस्ति इदानीमेव विजयमहोदय उक्तं खलु सिपि धातो ऋत्वं वा सिपि धातु ऋत्वं सकारान्तधातु कृते अस्ति सकारान्तधातोः दश्च अतः अस्तु तर्हि सर्वे एकवारं पुनः अभ्यासं कुर्वन्तु गृहे सूत्राणि बहूनि सूत्राणि सन्ति तत्र प्रत्येकसूत्रम् एकवारं पुनः पश्यतु अभ्यासं करोतु इदानीं कसाय प्रश्नः अस्ति वा प्रश्नः नास्ति महोदय किन्तु अभ्यासं करणीयं सूत्रं न मस्तके नास्ति धातु स्वीकृत्य करणीयं प्रक्रिया अभ्यासं करोतु अभ्यासमस्ति खलु अभ्यासं पुनः करोतु सन्धि सन्धिं विहाय किमपि कर्तुं न शक्नुमः इति चिन्तयतु. आम् महोदय. अस्तु तर्हि इदानीं.